नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति तिङ् प्रत्ययानां सिद्धिः द्वितीयभागः इति विषयः अनुवर्तते। तर्हि एतावता परस्मैपदी सिद्धप्रत्ययानां विषये पाठः जातः, इदानीं तत्र आत्मनेपदी प्रत्ययानां विषये चिन्तनं प्रवर्तमानमस्ति। तत्र लट् लोट् लङ् इत्येषां चिन्तनं जातं। तर्हि इदानीम् अग्रे विधिलिङ्गविषये चिन्तनं कुर्मः। ततः प्राक् एकः प्रश्नः आसीत् तत्र आत्मनेपदीप्रत्ययेषु उत्तमपुरुषप्रत्ययः अस्ति इ इति प्रत्ययः, एकवचने इद्वहि महीम् इत्यत्र इ इति प्रत्ययः अस्ति। तत्र प्रश्नः कः आसीत् लक्ष्मीभगिनी इ इत्यत्र? लोट् लकारस्य प्रसङ्गे, लोट् लकारस्य प्रसङ्गे स्मरति वा प्रश्नः? हा, तत्र एरुः इति सूत्रस्य प्रसक्तिः अपि भवति इति। हा, इति तत्र, हा समीचीनम्। इत्युक्ते तत्र ईड्वहि महिङ् इति प्रसङ्गे लोट् लकारे इ इत्यत्र, तित्सु लकारेषु पितात्मनेपदानां तेरे इति सूत्रेण इ इत्यस्य स्थाने एकारः जायते इति तस्य प्रसक्तिः अस्ति। अनन्तरं लोटि एरुः इति सूत्रस्य अपि प्रसक्तिः अस्ति। तर्हि तत्र लस्य ई स्थाने उः उकारादेशः इति द्वयोः सूत्रयोः प्रसक्तिः। तर्हि तत्र कथं भवति इत्युक्ते, तत्र एकं चिन्तनं तत्र वंशीभगिनी उक्तवती यत् तत्र सितात्मनेपदानां तेरे इति एरु इति सूत्रस्य कार्यानन्तरं प्रथमम् एरुः इति सूत्रेण ई स्थाने उ जायते, तदानीं तत्र तत्पश्चात् अपि पितात्मनेपदानां तेरे इति सूत्रेण तत्र एत्वं इति भागस्य एत्वं भवितुम् अर्हति इति कृत्वा टितात्मनेपदानां तेरे इति सूत्रं नित्यसूत्रम् इति उक्तवती। तच्चिन्तनं समीचीनमस्ति, परन्तु तादृश उल्लेखः नास्ति व्याख्यानेषु, तादृश उल्लेखः नास्ति व्याख्यानेषु। यद्यपि अस्माकं करपत्रे अपि नित्यसूत्रम् इत्येव उक्तमस्ति, अग्रे गत्वा पश्यामः। इड् इति प्रसङ्गे एरुः इति सूत्रस्य प्रसक्तिः अस्ति लोटि, अपि च टितात्मनेपदानां तेरे इत्यस्य प्रसक्तिः अस्ति। यद्यपि तत्र एरुः इति परसूत्रमस्ति, तथापि तत्र टितात्मनेपदानां तेरे इत्यस्य कार्यम् एरुः इत्यस्य कार्यानन्तरमपि भवति, परन्तु एरुः इत्यस्य कार्यं पितात्मनेपदानां तेरे इत्यस्य अनन्तरं न भवति इति कृत्वा पितात्मनेपदानां तेरे इति सूत्रं नित्यसूत्रम् इति एकं चिन्तनम् अस्ति। परन्तु अत्र किं चिन्तनीयम् इति चेत्, अत्र पाणिनी किं तत्र किम् उक्तवान्, तत्र लस्य स्थाने यः प्रकृतिरूपेण यः आत्मनेपदप्रत्ययः अस्ति तस्य स्थाने एत्वं ति भागस्य एत्वं भवति इति उक्तं। तत्र लक्ष्मीभगिनी पितात्मनेपदानां तेरे इति सूत्रस्य अनुवृत्तिसहितसूत्रं किम्? पितः लस्य आत्मनेपदानां तेः ए इति अस्ति। तर्हि तत्र तत्र अर्थः कः? पित इति खलु पितः लस्य, तर्हि लस्य स्थाने यः मूल आत्मनेपदप्रत्ययः प्रकृतिरूपेण ये प्रत्ययाः सन्ति तेषां टी भागस्य स्थाने एकारादेशः भवति इति उक्तम्। इदानीम् एरुः इति सूत्रस्य कार्यं यदा भवति, तर्हि तत्र लस्य स्थाने यः आत्मनेपदप्रत्ययः अस्ति तस्य परिवर्तनं भूत्वा तदनन्तरं टी भागस्य एकारादेशः इति तादृश अर्थः नास्ति सूत्रे। सूत्रे कथं तत्र व्याख्यानेषु कथम् उक्तम् इति चेत्, तत्र पित आत्मनेपदानां तेरे इति सूत्रे प्रसङ्गवशात् एव तत्र प्रसङ्गसामर्थ्यात्, यतोहि तत्र सूत्रे आत्मनेपदम् इति साक्षात् उक्तम्, अपि च टित्सु इति साक्षात् उक्तं, प्रसङ्गसामर्थ्यात् अत्र टितात्मनेपदानां तेरे इत्येव भवति। अत्र एरुः इत्यस्य प्रसङ्गः नास्ति, यद्यपि प्रसक्तिः अस्ति इति भाति तथापि नास्ति इति अत्र नित्यसूत्रम् इति तादृशं चिन्तनस्य आवश्यकता नास्ति। प्रसङ्गवशात् एव वयं ज्ञातुं शक्नुमः टितात्मनेपदानां तेरे इति सूत्रेण साक्षात् प्रकृतिरूपेण ये प्रत्ययाः सन्ति तेषां स्थाने टीभागस्य एत्वं भवति इति अत्र चिन्तनमस्ति। किमर्थम् एतादृशचिन्तनं किमर्थं नित्यसूत्रम् इति नित्यसूत्रम् इति सामान्यतया वक्तुं शक्यते, परन्तु नित्यसूत्रम् इति साक्षात् किमर्थं न स्वीकर्तुं शक्यते इति चेत्, यथा तत्र एत ऐ इति सूत्रमस्ति खलु, एत ऐ इति तत्र कुत्र एत ऐ इति सूत्रस्य प्रसक्तिः? उत्तम उत्तमपुरुषस्य प्रत्ययस्य स्थाने एव लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययस्य उत्तम लोट्लकारे उत्तमपुरुषस्य प्रत्ययस्य कृते एत ऐ इति सूत्रमस्ति. तत् सूत्रं किं वदति? अनुवृत्तिसहितसूत्रं लोट्टः लस्य उत्तमस्य एतः ऐ, लोट्लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति इति. तर्हि इदानीम् अत्र पश्यति चेत् अनुवृत्तिसहितसूत्रे लोटः लस्य उत्तमस्य एतः स्थाने ऐ, इदानीं तत्र किम् उक्तमिति चेत् उत्तमपुरुषस्य प्रत्ययः एकारः नास्ति. उत्तमपुरुषस्य एकवचनप्रत्ययः कः? इकारः खलु, इड् इति अस्ति. इदानीम् इड् इति प्रत्ययः एकारः नास्ति, तर्हि तत्र इकारस्य स्थाने यदा एकारः जायते, उत्तमस्य स्थाने यः एकारः अस्ति तस्य स्थाने ऐकारादेशः, तर्हि अत्र साक्षात् विवक्षितः अस्ति पाणिनिना यत् यः मूलप्रत्ययः अस्ति तस्य स्थाने एकारादेशः यदा भवति तादृश उत्तमस्य एतः ऐ इति उक्तं. तर्हि एवम् अत्र यत्र एकस्य कार्यानन्तरम् अन्यत् कार्यम् इष्यते, तत्र विशेषतया प्रत्ययानां विषये, सिद्धप्रत्ययानां विषये, यदा एकस्य प्रत्ययस्य एकस्य सूत्रस्य कार्यानन्तरम् अन्यत् सूत्रस्य कार्यम् इष्यते, तदानीं साक्षात् अत्र यथा उक्तम् एत ऐ इति सूत्रे यथा उक्तं लोटः लस्य उत्तमस्य एतः, उत्तमस्य यः एकारादेशः एकारः अस्ति तस्य स्थाने ऐकारादेशः इति उक्तम्. अतः अत्र स्पष्टतया ज्ञायते तत् एकस्य कार्या एकारः कथं जायते. पितात्मने पदानां तेरे इत्यनेन ई इत्यत्र टीभागस्य एकारादेशः यदा भवति तस्य अनन्तरम् ऐकारादेशः, अतः एत ऐ इति सूत्रेण एव ज्ञायते पितात्मने पदानां तेरे इति प्रथमतया कार्यं भवति, तत्पश्चात् ऐकारादेशः भवति इति वदति. अतः अत्र स्पष्टता अस्ति, परन्तु पितात्मने पदानां तेरे इति सूत्रे तादृशं न उक्तम्. एरुः इत्यस्य सूत्रस्य कार्यानन्तरं पितात्मने पदानां तेरे इति सूत्रस्य कार्यम् इति न उक्तं. साक्षात् सूत्रे किम् उक्तं? मूलयः प्रत्ययः अस्ति लस्य स्थाने यः मूलप्रत्ययः आत्मनेपदप्रत्ययः अस्ति तस्य एत्वं एत्वं भवति इति उक्तं, तत्र टीभागस्य एत्वं भवति इति उक्तम्. अतः अत्र प्रसङ्गवशात् एव भवति इति वक्तुं शक्यते इति मम चिन्तनमस्ति. अत्र नित्यसूत्रमिति तादृशं चिन्तनस्य आवश्यकता नास्ति, यतोहि एवमस्ति चेत् व्याख्यानेषु साक्षात् उच्यते अत्र नित्यत्वात् भवति इति उच्यते, तथा न उक्तम्. यद्यपि तत्र अष्टाध्यायी डाट् काम् मध्ये तत्र तत्र नीलेशमहोदयः तथा उक्तवान् यत् नित्यसूत्रमिति भाति इति, अस्माकं करपत्रे अपि तथा एव उक्तं, परन्तु अत्र तादृश उल्लेखः नास्ति कुत्रापि. अतः प्रसङ्गवशात् साक्षात् ज्ञायते, यतोहि आत्मनेपदप्रत्ययः अत्र तितात्मनेपदानां तेरे इति सूत्रे तत्र साक्षात् प्रकृतिरूपेण ये प्रत्ययाः सन्ति लस्य स्थाने तेषाम् एत्वं भवति इति उक्तम्. तत्र प्रकृतिः इति उक्तं, प्रकृतिः इत्युक्ते तत्र साक्षात् मूलप्रत्ययः इति अर्थः खलु. अतः साक्षात् प्रसङ्गवशात् भवति इति वक्तुं शक्यते. अवगतं वा? आम् आं भगिनि, अवगतवती. अस्तु, अन्यः अपि प्रश्नः आसीत् तत्र लिङ्गः सीयूट् इत्यस्य विषये, तत्तु किञ्चित् सूत्रं पठित्वा तदनन्तरं द्रष्टुं शक्नुमः तस्मिन् विषये. गतवर्गे तत्र भवतां तस्मिन् विषये चर्चा जाता इति मया ज्ञातं, तत्र प्रश्नः अस्ति इति पश्यामः अद्य. तर्हि इदानीम् अग्रे गच्छेम. तर्हि अत्र सूर्यकुमारी भगिनी पठति वा आत्मने पदे विधिलिङ्ग् लकारस्य तिङ् प्रत्ययसिद्धिः इति, ततः आरभ्य. अस्ति वा सूर्यकुमारभगिनी? अस्तु, नो चेत् मीना भगिनी पठतु. क्षम्यतां भगिनि. अस्ति वा? अस्ति, पठतु भगिनि. आत्मनेपदे विधिलिङ्गलकारस्य किङ् प्रत्ययसिद्धिः नियमाः. यथा परस्मैपदे विधिलिङ्गलकारे यासुट् आगमः भवति, तथैव आत्मनेपदे सियुट् इति आगमः भवति. अत्र अनुबन्धलोपे सीय इति अवशिष्यते. सीय इत्यत्र वर्तमानस्य सकारस्य अपि लोपः क्रियते. इदिलिङ्ग् असिर्लिङ्ग् तु सकारलोपः न क्रियते. प्रथमनियमः अस्ति आत्मनेपदे विधिलिङ्गलकारे सियुट् इति आगमः भवति, परस्मैपदे यासुट् आगमः भवति. अनुबन्धलोपानन्तरं सीय एव अवशिष्यते. सकारस्य अपि लोपः विधिलिङ्गलकारे सीय प्रत्ययस्य सकारलोपः भवति. इय एव तिष्ठति, इय एव तिष्ठति विधिलिङ्ग् एव. आसिर्लिङ्ग् सकारलोपः न क्रियते. समीचीनं. तर्हि यासुट् आगमः केन सूत्रेण भवति? यासुट् आगमः परस्मैपदे विधि सूत्रं स्मरति वा? परस्मै यासुट् पर न क्षं न स्मरामि भगिनि. अन्य कोऽपि साहाय्यं करोतु. सूत्रं किम्? यासुट् परस्मैपदेषु परस्मैपदेषु उदात्तो निच्छ. समीचीनं. तर्हि अत्र इति सामान्यसूत्रमस्ति. यासुट् परस्मैपदेषु उदात्तो निच्छ इति सूत्रं सामान्यसूत्रमस्ति. तस्य अपवादरूपेण सूत्रमस्ति लिङ्गः सियुट् इति सूत्रं. लिङ्गः सियुट् इति सूत्रम् अग्रे पठामः. लिङ्गः सियुट् इति सूत्रे किम् उक्तम् इति दृष्ट्वा तत्र वयं निर्णयं कर्तुं शक्नुमः कुत्र किं भवति इति. यासुट् परस्मैपदेषु निच्च इति सूत्रे, क्षम्यतां, तत्र मया विपरीतरीत्या उक्तं, तत्र लिङ्गः सियुट् इति उत्सर्गसूत्रमस्ति. लिङ्गः सियुट् इत्युक्ते तत्र तस्मिन् सूत्रे किमपि न उक्तम्, आत्मनेपदे परस्मैपदम् इति किमपि न उक्तं. लिङ्गः सियुट् इति सूत्रं पश्यामः चेत् तत्र सूत्रे न उक्तं कुत्र प्रसक्तिः इत्युक्ते लिङ्लकारे सियुट् आगमः भवति इति तावदेव उक्तमस्ति सूत्रे. तर्हि यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रं, तस्मिन् सूत्रे परस्मैपदेषु इति उक्तं. परस्मैपदेषु इति उक्तत्वात् तत् सूत्रं केवलं परस्मैपदी प्रत्ययानामेव कार्यं करोति. अतः तत् सूत्रम् अपवादसूत्रमस्ति. लिङ्गः सियुट् इति उत्सर्गस्य अपवादसूत्रमस्ति. यतोहि विशेषतया उक्तमस्ति सूत्रे कुत्र भवति इति. तर्हि अत्र आत्मनेपदी प्रत्ययानां विषये आदौ लिङ्गः सियुट् इत्यनेन सर्वत्र सियुट् इति आगमः भवति. सियुट् इति आगमः तित् अस्ति. तित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आद्यावयवः भवति इति अत्र वक्तव्यम्. भगिनि, तत्र यासुत् परस्मैपदेषु दात्त निच्च इति तु सूत्रं, तत्र निच्च इति अध्यारोपणं कर्तुमेव तत्र प्रसक्तिः अस्ति वा? तत्र यतोहि या लिङ्गः सियुट् इत्यस्मिन् अपि सियुट् इति आदेशः भवति किल तत्र. परन्तु यासुट् इति रूपं भिन्नम् अस्ति खलु. यासुट् इति आगमः भिन्नम् अस्ति, सियुट् इति इत्यस्य स्वरूपं भिन्नम् अस्ति खलु. अतः या इति अस्ति खलु, अतः एव चिनुयात् चिनुयुः इति तादृशं रूपम् अस्ति खलु. समीचीनम्, अस्तु, क्षम्यतां. अतः तत्र स्वरूपे भेदः अस्ति, अपि च तत्र यासुट् इत्यत्र नित्वमपि अध्यारोप्यते इति द्वयमपि अस्ति. अत्र आत्मनेपदी प्रत्ययानां विषये नित्वस्य अध्यारोपणं किमर्थं नास्ति सियुट् इत्यत्र? यासुत् इत्यत्र निच्छ इति उक्तं तत्र नित्वमपि अध्यारोपितं प्रत्ययेषु. अत्र किमर्थं न तथा न उक्तम्? अत्रापि भवतु, आवश्यकता नास्ति. सूर्यकुमारी भगिनी वदतु, आवश्यकता किमर्थं नास्ति? पित् नास्ति चेत् आत्मनेपदे प्रत्ययस्य बहु समीचीनम्. आत्मनेपदि प्रत्ययेषु कोऽपि प्रत्ययः पित् प्रत्ययः नास्ति. अस्ति वा कोऽपि प्रत्ययः पित् प्रत्ययः? नास्ति. अतः अत्र वदनस्य आवश्यकता नास्ति, यतोहि सर्वे प्रत्ययः अपितः एव, अतः विशेषतया वक्तव्यम् इति नास्ति. परन्तु परस्मैपदिप्रत्ययेषु तत्र केचन प्रत्ययाः पित् प्रत्ययः, मूले एव पित् प्रत्ययः सन्ति. के ते? तिप् सिप् मिप् इति त्रयः प्रत्ययाः मूले एव पितः सन्ति इति कृत्वा तत्र वक्तव्यम्. अत्र तु वदनस्य आवश्यकता नास्ति, यतोहि मूले एव सर्वे प्रत्ययाः अपितः एव सन्ति. अस्तु, तर्हि इदानीम् अग्रे विनय महोदय अग्रे पठति वा? भगिनी, अहं कुत्र पठामि? नियमान् अनुसृत्य कार्यम् द्वितीयनियमः. एकक्षणम्, अत्र लक्ष्मी भगिनी प्रश्नः कः? भगिनी, यासुत् परस्मे पदे शुदातुम् इच्छ इत्यत्र उदात्तः इति अस्ति खलु, कस्य विशेषणमस्ति अत्र? किमपि स्वरः तु न श्रूयते भगिनि सम्यक्तया. भवती तत्र स्पीकर् फोन् मध्ये अस्ति वा? भगिनि श्रूयते वा? अतः किञ्चित् वदतु. श्रूयते? श्रूयते, वदतु. भगिनि, यासुत् परस्मै पदेषु दातुम् इच्छा इत्यत्र उदात्तः इति अस्ति खलु, तत्तु अत्र कस्य विशेषणमस्ति अत्र? यस्य कस्यापि प्रत्ययस्य प्रत्यये यासुट् इति अस्ति खलु, यासुट् आगमः, स्वरः नास्ति नास्ति खलु, या इति अस्ति खलु, तत्र स्वरः अस्ति खलु, स्वरः नास्ति वा तत्र? यासुट् इत्यस्य आकारस्य स्थाने वा? अस्तु, तस्य उदात्तः वा? प्रत्ययानां यासुत् परस्मैपदेषु प्रत्ययानाम् उदात्तः नित्, प्रत्ययस्य उदात्तत्वम् इत्युक्ते तत्र आद्युदात्तः आद्युदात्तश्च इति सूत्रमस्ति, तस्य अत्र विशेषतया अत्र उक्तं प्रत्ययः उदात्तः एव भवति इति उक्तम्. यतोहि अस्माभिः तत्र स्वरस्य विषये अधिकचिन्तनं न क्रियते अद्यत्वे इति कृत्वा तस्य उदात्तत्वम् इति उक्तं, परन्तु यदा वयं पठामः तस्मिन् विषये अस्माकम् अधिक अवधानं नास्ति. अस्तु भगिनि, धन्यवादः. इत्युक्ते तत्र आद्युदात्तस्य इति सूत्रेण सर्वे प्रत्ययाः आदिमस्वरः उदात्तः एव भवति उदात्तस्य इति सूत्रेण. तर्हि अस्मिन् सूत्रे किमर्थं पुनः उदात्तः इति उक्तम् इति चेत्, तत्र यासुट् इति प्रत्ययः, यासुट् इति आगमः प्रत्ययस्य आदौ भवति, तर्हि तत्र पुनः तत्र प्रत्ययस्य आदौ अस्ति चेत् आद्युदात्तः एव खलु, तर्हि किमर्थम् उदात्तः इति पुनः उक्तम् इति चेत्, आगमाः तत्र सामान्यतया अनुदात्ताः भवन्ति, परन्तु अत्र आगमः उदात्तः भवतु इति कृत्वा उदात्तः इति उक्तम्. औत्सर्गिकरूपेण अनुदात्ताः भवन्ति आगमाः. अस्तु अस्तु भगिनि, परन्तु अस्माकं कृते तत्र उदात्तः वा अनुदात्तः वा इति तत्र महान् महत्प्रयोजनं नास्ति, यतोहि तस्य उच्चारणं वयं न कुर्मः इदानीम्, अतः केवलम् अकाडेमिक् तावदेव. अस्तु भगिनी, तस्थस्तमीपं तान्तं तामः, तत्र तु नितः अनुवृत्ति अस्ति. कुत्र? तत्स्थस्तमीपां तान्तं तामः, तत्र अनुवृत्तिरूपेण नित्तः इति आयाति. तर्हि यासुट् परस्मैपदेषु उदात्तो तत्र पुनः किमर्थं नित् तत् नित् लकारेषु लकारेषु न तत्र यासुट् यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रे तत् सूत्रं लिङ् लकारे एव कार्यं करोति तस्थसमीपां तान्तन्तामः इति नित्सु लकारेषु तस्थसमीपां तान्तन्तामः इत्यत्र नित्वम् अध्यारोपितम् इति नास्ति नित्सु लकारेषु एतेषां प्रत्ययानां स्थाने एते आदेशाः भवन्ति इति उक्तं परन्तु यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रं केवलं लिङ् लकारे एव कार्यं करोति तत्र यासुट् परस्मैपदेषु निच्च इति सूत्रे लिङ्गः इत्यस्य अनुवृत्तिः अस्ति खलु तत्र तत्र गुणवृद्धिः न भवति इति नित्वा हा तदर्थमेव प्रत्ययः इदानीं नित् अस्ति अत्र प्रत्ययः नित्वा लकारः नित्वा इति तत्र द्वयोः भेदः अस्ति इत्युक्ते आदौ लकारः अस्ति आदौ धातुतः लकारः एव विद्यते लकारः बहुकालं न तिष्ठति झटिति एव तस्य स्थाने तस् लस्य इति सूत्रेण तिबादयः आयान्ति इदानीं तिबादयानां मूलतिबादयानां तेषां तत्र पित्वं वा अपित्वं वा इति अस्ति मूले एव प्रत्ययानां पित्वम् अपित्वम् इति अस्ति तर्हि तादृशसन्दर्भे इदानीं यः मूलप्रत्ययः पित् अस्ति तस्मिन् अपित्वम् अध्यारोप्यते निच्च इति यासुट् परस्मैपदेषु उदात्तो निच्च इत्यनेन अस्तु धन्यवादः अस्तु अवगतं खलु अस्तु तर्हि इदानीं विनय महोदय द्वितीयनियमः कः इति पठतु द्वितीयनियमः यदा सि इति आगमः भवति सकारलोपः च भवति तदा इय इय हलन्त इति शिष्यते तत्र वर्तमानस्य यकारस्य लोपः भवति हलादौ प्रत्यय हलादौ प्रत्ययपरे अजादौ तु यथा तु यथावत् तिष्ठति अतः हलादुस्थाने लोपव्यर्बलि इत्यादि तृतीय इन्नयमः झ प्रत्ययस्य स्थाने रन् आदेशः भवति तदनन्तरम् उत्तमपुरुषस्य ई स्थाने अ आदेशः भवति अतः नियमान् अनुसृत्य कार्यम् एवं मूल प्रत्ययः त अस्ति अतः स्थाने ई इति आगमः परन्तु स्थाने ई इति नास्ति उत्तमपुरुषस्य प्रत्ययः कः न न अत्र आगमस्य विषये वक्तुमिच्छति खलु कस्य विषये वक्तुमिच्छति न अहं केवलं नियमान् अनुसृत्य कार्यं वदामि परन्तु प्रथमपुरुषः अस्ति मूलप्रत्ययः त अस्ति परन्तु यदि त अस्ति तर्हि ईय साक्षात् न आयाति अत्र वयं विधिलिङ्गसमाने सम्बन्धे वदामः तर्हि सीयुट् आगम भवति परन्तु यदि त परप्रत्ययः अस्ति अत्र कोऽपि टित्संज्ञा सन्दर्भे नास्ति परन्तु यदा ई सीयुट् स ई य उ ट इत्यादि ई अवशिष्यते यथा टित् अस्ति तर्हि आदन्तं टकिता आधारेण ईय प्राक् आयाति अतः ईय प्राक् आयाति परन्तु त आधारेण वलि अन्तर्भूतः लोपव्योर्वलिः लोपः भवति यकारस्य लोपः अतः अवशेषः ई योग त वर्णमेलनं निष्पन्नः तदनन्तरम् आताम् अग्रे वदामि हा अत्र समीचीनं महोदय बहु समीचीनं केवलं किं वक्तव्यम् इति चेत् तत्र इय इति न आगच्छति, परन्तु सीय इति आगच्छति. सीययोगः त, सीययोगः त इति आगच्छति. आगमः तु सीययोगः त, तत्पश्चात् स इत्यस्य सकारस्य लोपः भवति, सकारस्य लोपः भवति. तदर्थं तत्र सूत्रमस्ति लिङ्गः सलोपोनन्तस्य इति सूत्रं. लिङ्गः सलोपोनन्तस्य इति सूत्रेण सकारस्य लोपः भवति, तदानीम् ईय इति अवशिष्यते. तत्पश्चात् यथा भवान् उक्तवान् ईययोगः त, ईय इति प्रत्ययस्य आगमः अस्ति, प्रत्ययस्य आदौ आयाति. ईययोगः त लोपोव्योर्वलि इति सूत्रेण तकारः वल्वर्णः अस्ति, त इति प्रत्यये तकारः वल्वर्णः अस्ति इति कृत्वा ईय इत्यत्र यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण. अतः ईत इति अवशिष्यते. अनन्तरं द्विवचने, द्विवचने आताम् मूलप्रत्ययः. तर्हि वयं जानीमः उपरि वर्तमान यकारस्य लोपो भवति हलादौ प्रत्यपते, अजादौ प्रत्यय अजादौ तु यथा तिष्ठति अत्र आयाति विवस्था आताम् इय आगमः, साक्षात् आगमः आगमः. तर्हि स्वरे परे यकारस्य लोपः न भवति, अतः इयताम् निष्पन्नः, इयताम् इयताम् समीचीनम्. तदनन्तरं एकक्षणम् एकक्षणम्, ईययोगः आताम् अत्रापि सीय इति आगमः, सकारस्य लोपः आगमानन्तरं सकारस्य लोपः भवति लिङ्गः सलोपोनन्तस्य इति सूत्रेण. तत्सूत्रम् इदानीं पठामः. तत्पश्चात् अत्र एकः प्रश्नः अस्ति, अत्र आताम् इति प्रत्ययः अस्ति, अत्र किमर्थम् अतोनितः इति सूत्रस्य कार्यं नास्ति वा अत्र इति प्रश्नः. अतोनितः इति सूत्रं किं वदति? आतोनितः सूत्र आत् आस्थाने इय आयाति, आतोनितः आस्थाने इय आयाति. अत्र न आयाति, अत्र किमर्थं न आयाति उत्तरकः अहं चिन्तयामि, परन्तु आतोनितः वयं आतोनितः इय वयं कुत्र अपठत् आतो लट्लकारे भवति, लट्लकारे भवति, लोट्लकारे भवति, लङ्लकारे अपि भवति, सर्वत्र भवति. तर्हि किमर्थं तत्र लिङ्लकारे नास्ति, लिङ्लकारे नास्ति? लट् लोट् लङ् आतो नितः भवति यथा नित् अपि आतो नितः अन्तर्भूत नित् अपि भवति. अत्र तु नित् एव खलु सर्वे प्रत्ययाः, सर्वे प्रत्ययाः सर्वे आत्मनेपदी प्रत्ययः नित् अहमपि जानामि, परन्तु अत्र विधिलिङ्ग अन्तर्भूतः कथम् आतो नितः न आयाति अहं न जानामि भगिनि. अस्तु अस्तु, अन्यकोऽपि वदतु. सीयत् तत्र विशेषसूत्रमस्ति तेन व्यर्थं न भवति चेत् सीयुट् आगमः भवति. अत्र सीयुट् आगमस्य तत्र क्लेशः एव नास्ति खलु, सीयुट् आगमः तु तत् प्रत्ययस्य आदौ आयाति, अतः स्थाने भिन्नम् अस्ति, स्थाने तु भिन्नम् अस्ति. अत्र सीयुट् आगमः भवति वा न वा इति प्रश्नः नास्ति, सीयुट् आगमः तु भवति एव. भगिनी अकारान्तात् सार्वधातुकसम्बन्धे नित् तत्र एव कार्यं भवति अतो नितः इति सूत्रेण, एते सब् सार्वधातुकसम्बन्धे न किं नास्ति सार्वधातुकसम्बन्धि तिङ् इति उक्ते सार्वधातुकसम्बन्धि एव भवति. आतो नितः अतः अङ्गात् नितः आतोयः भवति, अत्र इय इति प्रत्ययः अस्ति अत्र इय आताम् इय आतोऽन्यत्र अत्र प्रसक्तिः नास्ति इति चिन्तयामि. किमर्थं वदतु, किमर्थम् इतोपि अङ्ग अङ्ग अतः अङ्गात् यतः सार्वधातुकस्य आतो इयः अत्र अङ्ग नास्ति प्रत्ययस्य इय आतां तत्र अङ्गम् अङ्गमस्ति यथा तत्र लट् लोट् लङ् इत्यत्र अङ्गमस्ति तथैव अत्रापि अङ्गमस्ति. प्रत्ययात् पूर्वं यः भागः अस्ति तत् तत्तु अङ्गमेव खलु. अङ्गम् अत्रापि अस्ति. अदन्तम् अङ्गम् अस्ति चेत् तदानीं तत्र वन्द वन्द इति अङ्गम् अस्ति इति चिन्तयतु. वन्द वन्द इति अदन्तम् अङ्गमस्ति. इदानीं भवति वा वन्दे यातां वन्दे वन्दे याताम् इति अस्ति. तर्हि अत्र वन्द इति अङ्गस्य अनन्तरम् ईययोगः आताम् इदानीम् आतोनितः इत्यस्य कार्यमस्ति वा? न. किमर्थम् नास्ति या अस्ति आतोमितः आगच्छति चेत् अनिष्टरूपं प्राप्यते इति कारणात् वा? न, तत्तु अस्ति, परन्तु किमर्थं नास्ति इति किमपि वक्तव्यं खलु. आतां कृते आतां कृते सि इति अङ्गस्य अन्तः भगिनि. किं किम् सि योगः आताम् सकारलोप देन् इय सक इय आदेशः इययोगः आदेशः नास्ति आगमः आगमः इययोगः आताम् आतां कृते इय इय एव अङ्गस्य अन्तः न न न न अत्र अत्र चिन्तनीयम्. अत्र बहु समीचीनतया भवती उक्तवती अत्र कः अत्र कः सिद्धान्तः इति अवगन्तव्यम्. अत्र कः सिद्धान्तः इति अवगन्तव्यं. किमर्थमिति चेत् भवती किं कर्तुम् इच्छति इति चेत् इय इति यः आगमः अस्ति सः अङ्गस्य भागः इति वक्तुम् इच्छति खलु. आगमाः यस्य आगमाः तस्य अवयवभूताः भवन्ति. कस्य आगमः इदानीं? प्रत्ययस्य आगमः. अतः प्रत्ययस्य अवयवभूतः. ओके ओके. अतः अङ्गस्य भागः इति वक्तुं न शक्यते. अस्तु, चिन्तयन्तु गृहपाठरूपेण चिन्तयन्तु. उत्तरं द्विवारम् आकारः आगच्छति इति वा? कथं द्विवारम्? आ ता किम् आकारस्य स्थाने इय इति आदेशः खलु अतोनितः इति सूत्रे. अत्र आकारः द्विवारम् अस्ति खलु. तकारस्य उत्तरवर्ती आकारः अपि अस्ति. द्विव ओ ताम् इत्यत्र वदति वा? आताम् इति अस्ति. तत्र आदौ आकारः अस्ति, अनन्तरं तकारस्य उत्तरवर्ति आकारः अपि अस्ति. आकारः द्विवारम् अस्ति, प्रत्यये द्विवारम् अस्ति खलु. तर्हि तेन किमपि न जाने अहं केवलं गेस् कुर्वती अस्मि. न, लट् लट् लोट् लङ् इत्यत्र लट् लोट् लङ् लट् लोट् लङ् इत्यत्रापि द्विवारम् अस्ति. तत्र तु न जातं भगिनि. अत्र ई आगमः इदानीम् आताम् इत्यस्य भागः भूत्वा आत्वं नास्ति, तत्र ईत्वम् अस्ति. अतः आतौ इतः इति वदामः चेत् आतः आकारस्य स्थाने ईकारः इत्वं भवति. इदानीम् आकारः एव नास्ति, ई एव अस्ति खलु. इदानीमपि आतम् अस्ति खलु. इदानीमपi आतम् अस्ति. यथा भगिनी वदति द्विवारम् अस्ति खलु, भवती एकवारमपि नास्ति इति वदति. विजयलक्ष्मी भगिनी वदति द्विवारम् अस्ति, तर्हि द्विवारं भवेत् खलु. तत्र नित् अस्ति न भगिनि, नित् एव भवति न तत्र नित्यैव आद्यन्तौ टकितौ आद्यन्तौ टकितौ कृत्वा आगमेव आयाति न टिट् सियुट् यासुट् न न अत्र मुख्यवार्ता का इति किञ्चित् इतोपि चिन्तनीयं किञ्चित् चिन्तयन्तु गृहपाठरूपेण चिन्तयन्तु समीचीनः विषयः अस्ति चिन्तयन्तु अस्तु अत्र परसूत्रमस्ति सुट्टितौ तदपि वदति लिङ्लकारस्य प्रत्ययेषु उपस्थितस्य तकारथकारस्य सुट्टागमः भवति किन्तु करपत्रे उल्लेखः एव नास्ति तस्य उल्लेखः एव नास्ति सुट्टितौ इत्यस्य कार्यम् अत्रापि भवति विधिलिङ्लकारे अपि भवति आशीलिङ्गकारे अपि भवति परन्तु यथा लिङ्गः सलोपनन्तस्य इत्यनेन सियुट् आगमस्य सकारस्य लोपः भवति एवमेव अस्य सकारस्य अपि लोपः भवति आगच्छति लुप्यते अतः अत्र न प्रदर्शितम् सूत्रं व्यर्थं भवति न तत्र सूत्रं व्यर्थं न भवति सूत्रस्य कार्यं तु आशीर्लिङ्गकारे अस्ति आशीर्लिङ्गकारे तत्र कार्यं भवति तत्र तिष्ठति सकारस्य लोपः तत्र न भवति इति कृत्वा तत्र तिष्ठति परन्तु अत्र तु तत्र तु लुप्यते खलु लिङ्गः सलोपोनन्तस्य इत्यनेन यथा सियु इत्यत्र सकारः लुप्यते एवमेव सुट् इत्यस्यापि सकारस्य लोपः भवति इति कृत्वा न प्रदर्शितम् तावदेव अस्तु अस्तु अवगतं तर्हि अस्तु इदानीं तत्र बहुवचने प्रत्ययः झ इति प्रत्ययः अस्ति इदानीम् अत्र उषाभग्नि वदतु झ इति प्रत्ययः किं का गतिः आं भगिनि ज इति मूलप्रत्ययः ज स्थाने जस्य रन् इत्यनेन अत्र विधिलिङ्ग् आत्मनेपति विधिलिङ्ग् जस्य रन् इति सूत्रेण जकारस्य स्थाने रन् इति आदेशः भवति सीयुट् इत्यनेन सी इति आगमः भवति सी योगः रन् इति स्थिते सकारलोपः भवति प्रथमः सकारलोपः भवति लिङ्गसलोपोनन्त्यस्य इत्यनेन ईय् योगः रन् इति स्थिते लोपो व्योर्बली इत्यनेन रन् इति रकारः इति वल् वर्णः अस्ति तस्मात् यकारलोपः भवति लोपो व्योर्बली इत्यनेन ई योगः रन् एव स्थिते ईरन् इति प्रत्ययः भवति समीचीनम् अत्र विशेषसूत्रमस्ति बहुवचनप्रत्ययस्य कृते अथं झ झ इति प्रत्ययस्य झस्य रन् इति सूत्रमस्ति तर्हि लिङ्लकारस्य झ प्रत्ययस्य रन् इति आदेशः भवति तर्हि तत्र आदौ सर्वेषां प्रत्ययानां सीयुट् इति आगमः सीय योगः झ स्थाने रन् सीययोगः रन् तत्र र तत्र रेपः वल् प्रत्याहारस्य वर्णः इति कृत्वा लोपोव्योर्वलि इति सूत्रेण ईय इत्यत्र यकारस्य लोपः अतः ईरन् इति सिद्धप्रत्ययः अत्र झ इति प्रत्ययस्य स्थले झस्य रन् इति नूतनसूत्रं पठामः अपि च तत्र जेर्जुस् इति सूत्रस्य प्रसक्तिः अस्ति वा अत्र सः तत्र शोभाभगिनी किं चिन्तयति आं भगिनि तत्र झेर्जुस् इत्यस्य प्रसक्तिः नास्ति झेः इत्युक्ते झी इत्यस्य झेः षष्टिविभक्तिः भवति तत्र झकारः अस्ति अतः न भवति उत्तमं तथैव अस्ति यतोहि अत्र तु जस्य रन् इति उक्तं झ इत्यस्य स्थाने रन् इति उक्तं परन्तु झेर्जुस् इति सूत्रं तु केवलं परस्मैपदीप्रत्ययानाम् एव परस्मैपदी विधिलिङ्ग्लकारप्रत्ययस्य विषये एव अस्ति झ इति मूलप्रत्ययः इति प्रत्ययस्य झि इति भवति इति कृत्वा समीचीनम् उत्तमं तर्हि इदानीं एकवचने किं मध्यमपुरुष एकवचनप्रत्ययः मूलप्रत्ययः अस्ति तास् इति प्रत्ययः अत्र का गतिः इति अत्र उमाभगिनी वदति वा आ, हाफ् इति स्थाने अत्र इय इति आगमः अत्र यकारः लोपः भवति ई योगः खा इति अस्ति चेत् ईथाः इति आगच्छति विधिनिप्रत्ययः निष्पन्नः समीचीनम् ई ताः इति तत्र ताः इति कथम् आगच्छति थाः इति कथम् आगच्छति इति अस्ति न अत्र सा स्थाने ई योगः था अत्र थकारः ससजुषुरुः इत्यनेन रु इति भवति खलु रु इति भवति सर्वसमयः विसर्जनीयः इति आगच्छति विसर्गः आगच्छति समीचीनं समीचीनं तर्हि अत्रापि सीयुट् इति आगमः भवति सीययोगः ताः सकारस्य लोपः लिङ्गः सलोपोनन्तस्य इत्यनेन अतः ईययोगः थः इदानीं लोपो व्योर्वलि इत्यनेन यकारस्य लोपः यतोहि थकारः वल् प्रत्याहारस्य वर्णः अनन्तरम् ईतास् इति भवति ईतास् तत्र सकारस्य पदान्तसकारस्य ससजुषोरुः इत्यनेन रु आदेशः खरवसानेव विसर्जनीयः इत्यनेन तत्र अवसाने रेपस्य स्थाने विसर्गादेशः अतः ईथाः इति रूपम् अस्तु इदानीम् अग्रे तत्र मध्यमपुरुषे द्विवचने विजयलक्ष्मी भगिनी वदति वा आं प्रयत्नं करोमि द्विवचने मध्यमपुरुषद्विवचने मूलप्रत्ययः आथाम् इति अत्रापि यासुट् सारि सीयुट् इति आगमः भवति सीय इति भवति अनन्तरम् इय इति अवशिष्यति सकारस्य लोपः कृत्वा लोपं कृत्वा आथाम् अत्र इय इति आगमः आथाम् इत्यस्य आदौ आयाति चेत् केवलं वर्णमेलनम् अस्ति इयाथाम् इति आथाम् इयाथाम् ईयाताम् इति रूपम् ईयाताम् ईयाताम् दीर्घ इकारः ईयाताम् ईयाताम् ईयाताम् इति रूपं वन्दे याताम् इति ईयाताम् तर्हि तत्र सीय इति आगमः सीययोगः आथाम् सकारस्य लोपः अनन्तरं यकारस्य यकारः तिष्ठति यतोहि आताम् इत्यत्र वल् वर्णः नास्ति आदौ अतः वल् वर्णः अस्ति इति ईध्वम् इति भवति तावदेव हा समीचीनं तर्हि तत्र तदपि उक्तवती तर्हि ई तत्रापि सीय इति आगमः सकारस्य लोपः ईययोगः ध्वं ध्वम् इत्यत्र धकारः वल् प्रत्याहारस्य वर्णः अतः यकारस्य लोपः अस्तु इदानीं तत्र वंशीभगिनी उत्तमपुरुषे एकवचने आं भगिनि इड् इति मूलप्रत्ययः अस्ति तत्र इड् इति स्थाने तत्र सिद्धप्रत्ययः अस्ति ईय इति सिद्धप्रत्ययः अस्ति तत्र डकारस्य डकारस्य लोपः भवति हलन्त्यम् इति सूत्रेण ई इति अवशिष्यते तस्मात् ई इति प्रत्ययात् पूर्वम् ईय ईय इति आदेशः भवति लिङ्गाः लिङ्गः स्यूट् इति सूत्रेण ईयोगः क्षम्यताम् आगमः भवति तत्र क्षम्यताम् आगमः भवति ईययोगः ई ई इत्यस्य स्थाने केषुचित् सूत्रेषु तत्र अकारः आदेशः भवति अतः तत्र ईययोगः अकारः ईय इति अन्तिमरूपं सिद्धतृतीयः भवति भगिनि हा समीचीनं तर्हि अत्रापि सियुट् आगमः हा सूत्रं किं सूत्रं न जानामि द्रष्टव्यं इटोत् इटोत् इति सूत्रम् इटोत् इटोत् इटोत् इटोत् इति सूत्रं तर्हि तत्र अत्रापि सियुट् इति आगमः भवति सकारस्य लोपः ईय इति अवशिष्यते ईययोगः इ मूलप्रत्ययः इ इति अस्ति ईययोगः इ तर्हि इ स्थाने अकारादेशः भवति इतोत् इति सूत्रेण लिङ्गः लस्य इतः अत् अतः तत्र ईय इति रूपम् अस्तु अरविन्द महोदय द्विवचने द्विवचने मूलप्रत्ययम् अस्ति वहिङ् तत्र ङकारस्य इत्संज्ञाभूतलोपः भवति वहि भवति तदनन्तरं लिङ्गस्यूट् इति सूत्रेण सियुट् आगमः भवति तत्र तदनन्तरं टित् इकारं टित् इति भूत्वा प्रगच्छति सियु इति अस्ति तत्र सि उकार उच्चारणार्थं सि तदनन्तरं लिङ्गसलोपानन्दस्य इति सूत्रेण पूर्ववर्तीसकारस्य लोपं भूत्वा इयु इय इति अवशिष्यते इययोगः वहि तत्र वहि बल् प्रत्याहार अस्ति वकारस्य कारणेन इयस्य अन्तिमयकारस्य लोपं भूत्वा इ वहि इति रूपं सिद्ध्यते समीचीनं किमपि नास्ति अत्रापि लिङ्गः स्वलोपोनान्तस्य सियुट् आगमः सकारस्य लोपः यकारस्य अपि लोपः लोपो व्योर्वलि इत्यनेन एवमेव ईमहि इति स्थले अपि यकारस्य लोपः भवति इति अस्ति तर्हि इदानीं सूत्राणि पठामः अत्र प्रथमं सूत्रमस्ति लिङ्गः सियुट् इति सूत्रं तत्र मीना भगिनी पठति वा लिङ्गः सियुट् लिङ् लकारस्य सियुट् आगमे भवति इदं सूत्रं सामान्यसूत्रं तस्य अपवादः यासुट् परस्मैपदेषु उदात्तो ञच्छ अनेन लिङ्गः सियुट् इत्यस्य कार्यं न अर्हति परस्मैपदेषु अतः लिङ्गः सियुट् केवलम् आत्मनेपदेषु इति फलितः अर्थः लिङ्गः षष्ट्यन्तं सियुट् प्रथमान्तं द्विपदमिदं सूत्रम् टकार उकारयोः इत्संज्ञा लोप अलोपश्च सी शिष्यते टित् अतः आद्यन्तकितौ इत्यनेन तिङ् प्रत्ययस्य आदौ उपविशति लस्य इत्यनेन अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य सीयुट् लिङ्गः सीयुट् इति सामान्यसूत्रः तत् लिङ् विद् आशीर्लिङ् अस्ति वा लिङ् इत्युक्ते लिङ् लिङ् लकारस्य सियुट् आगमो भवति परन्तु तस्य अपवादसूत्रं यासुट् परस्मैपदेषु उदात्तो ञिच् उदात्तो ञिच् अहं मया न अवगतं किम् अनावगतम् उदात्तो ञिच् इति न अवगतं वा किमर्थं तत्र दत्तमिति निच् इति दत्तमिति किमर्थं दत्तमिति न अवगतं वा निच् निच् प्रत्यये यासु परस्मैपदेषु गिच्छ इति विधिलिङ्ग् इस् गित् एव विधिलिङ्ग् न तत्र अत्र अत्र स्मर्तव्यम् अत्र किं स्मर्तव्यम् इति चेत् लिङ्ग् नित् अस्ति परन्तु इदानीं तत्र प्रत्ययः कीदृशः इति चिन्तनीयम् अत्र सूत्रं लकारस्य विषये वदति वा प्रत्ययस्य विषये वदति वा इति स्मर्तव्यम् इत्युक्ते यासुट् परस्मैपदेषु उदात्तो निच्छ इति सूत्रमस्ति तत्र प्रत्ययस्य यासुट् आगमः भवति सः आगमः उदात्तः अपि अस्ति स्वरः उदात्तः अस्ति इति तत्तु इदानीं त्यजामः स्वरस्य विषये चिन्तनं नास्ति इति कृत्वा त्यजामः स्वरः उदात्तः भवति इति तावदवगच्छामः तदनन्तरं निच्छ इति उक्तं निच्छ इति उक्तम् इत्युक्ते तत्र प्रत्ययः नित् अपि भवति इति उक्तं लकारः तु नित्येव अस्ति खलु तर्हि पुनः नित् इति किमर्थम् इति लकारः यद्यपि नित् अस्ति परन्तु तत् तस्य स्थाने ये प्रत्ययः आयान्ति इत्युक्ते लस्य इति सूत्रेण ये तिबादयः आयान्ति ते तिबादयः सर्वे नितः वा तिप्तस्झि सिप्तस्थ मिप् स्म इत्यत्र हा पित् अस्ति खलु तत्र तर्हि तादृशप्रत्ययः नित् भवतु तादृशप्रत्ययः नित् भवतु इति कृत्वा निच्च इति उक्तं निच्च इति अत्र यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति वा भवत्याः पार्श्वे लिङ्गः परस्मैपदेषु यासुट् उदात्तः निच्च तर्हि लिङ्गः इत्यनेन लिङ्लकारस्य विषये ये परस्मैपदी प्रत्ययाः सन्ति ते तेषां प्रत्ययानां यासुट् आगमः भवति स आगमः नित्वम् अपि अध्यारोप्यते नित्वमपि अध्यारोप्यते किमर्थं नित्वम् अध्यारोप्यते यतोहि केचन प्रत्ययाः अपितः सन्ति केचन प्रत्ययाः पितः सन्ति क्षम्यतां केचन प्रत्ययाः पितः सन्ति तिप् तस् तिप् मिप् सिप् इति त्रयः प्रत्ययाः पितः सन्ति इति कृत्वा तत्र नित्वं तत्रापि नित्वं भवतु इति कृत्वा अध्यारोपः क्रियते इदानीं लिङ्गः सीयुट् इति सूत्रम् एका भगिनी उक्तवती तत्र लिङ्गः लस्य सीयुट् अत्र लिङ्गः इति उक्तम् अतः लिङ्लकारे विधिलिङ्लकारः वा भवतु आशीर्लिङ्लकारः वा भवतु उभयत्र लिङ्लकारे सीयुट् लस्य सीयुट् तर्हि लस्य स्थाने ये प्रत्ययाः सन्ति तेषां सीयुट् इति आगमः भवति इति उक्तं सीयुट् इति तित् अस्ति इति कृत्वा आगमः इति वयम् अवगन्तुं शक्नुमः आगमः इति कृत्वा आदौ आयाति आद्यन्तौ टकितौ इत्यनेन तित् अस्ति इति कृत्वा प्रत्ययस्य आदौ आयाति अत्र लस्य इति उक्तत्वात् प्रत्ययस्य आगमः इति वयम् अवगन्तुं शक्नुमः लस्य लस्य इति सूत्रेण मूललकारस्य स्थाने ये तिबादयः आयान्ति तेषां सीयुट् इति आगमः इति उक्तं सीयुट् इति आगमः अत्र उक्तं नित् इति किमपि न उक्तं यतोहि अत्र मूलप्रत्ययः यद्यपि अत्र सूत्रे इदं सूत्रं केवलम् आत्मनेपदीप्रत्ययानाम् एव भवति इति न उक्तम् एतस्य प्रसक्तिः परस्मैपदे अपि भवति आत्मनेपदे अपि भवति अस्मिन् सूत्रे निच्च इति किमपि न उक्तमेव परन्तु फलितार्थः कः इति चेत् यासुट् परस्मैपदेषु उदात्तो निच्च इति सूत्रेण तत् सूत्रं केवलं परस्मैपदीप्रत्ययानामेव कार्यं करोति लिङ्लकारे इति कृत्वा इदं सूत्रं तत्र अवशिष्टं किम् आत्मनेपदीप्रत्ययः आत्मनेपदीप्रत्ययानां विषये एव इदं सूत्रं लिङ्गः सीयुट् इति सूत्रं कार्यं करोति अतः तत्र आत्मनेपदीप्रत्ययाः मूले एव नितः सन्ति इति कृत्वा अत्र निच्च इति किमपि न उक्तं निच्च इत्यस्य आवश्यकता नास्ति अस्मिन् सूत्रे भगिनि अस्तु भगिनि अस्मिन् सूत्रे इत्युक्ते यासुत् पर्स्मैपदेषु धातो निच्च तत्र नित् अध्यारोप्यते किन्तु यत्र पर्स्मैपदेषु अदन्तमङ्गम् अतो येयः इति सूत्रम् आगच्छति खलु अदन्तमङ्गं यत्र अस्ति तत्र अतो येयः इति आगच्छति तत्र यत्र इ आदेशः भवति तत्रापि नित्वं भवति वा इ आदेश कुत्र इ आदेश मया न बुद्धं तत्र किम् अतो हेः इति उक्तं खलु अतो येयः सूत्रमस्ति खलु अदन्ताङ्गं यत्र अस्ति तत्र यासु स्थान यासु इत्यस्य स्थाने इ आदेशः खलु अनेन सूत्रेण यदा इ आदेशः भवति तत्र च नित्वं भवति वा इति नित्वं भवति एव नित्वं भवति एव यतोहि यासुट् आगमः आदौ आयाति खलु यासुट् आगमः आदौ आयाति यासुट् आगमः यदा भवति तदानीं नित्वमपि अध्यारोप्यते सर्वत्र सर्वत्र प्रत्ययेषु नित्वम् अध्यारोप्यते तादृश यासुट् प्रत्ययस्य स्थाने इदानीम् इय इति आदेशः आयाति. इय इति अतो येयः इति सूत्रे अत्र नित्वं किमपि न उक्तं, सूत्रे किमपि न उक्तं, न उक्तं. तर्हि मूले यः स्वभावः अस्ति, मूले यः गुणः अस्ति, सः गुणः तत्र इय इति यदा आदेशः भवति तदानीमपि सः गुणः तिष्ठति, यतोहि तत्र स्थानिवद् भवति, स्थानिवद् भवति, स्थानिवद्भावः अस्ति इति कृत्वा, मूले नित्वम् अस्ति इति कृत्वा इदानीम् इय इत्यत्रापि तत्र सम्पूर्णप्रत्ययस्य नित्वं भवति. अस्तु, इदानीं तत्र अग्रिमसूत्रमस्ति लिङ्गः सलोपोनन्तस्य इति सूत्रं. गोमती भगिनी पठति वा? पठामि भगिनि. लिङ्गः सलोपोनन्त्यस्य सार्वधातुकलिङ्ग् अनन्त्यस्य सकारस्य लोपो भवति. अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः, तस्य अनन्त्यस्य. लिङ्गः षष्ट्यन्तं, स लुप्तषष्टिकं पदं, लोपः प्रथमान्तम्, अनन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रम्. रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा सार्वधातुकस्य अङ्गस्य इत्यस्य अधिकारः अत्र पञ्चम्यन्तं भवति अङ्गात्. अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ्गः अनन्त्यस्य स लोपः इति. लिङ्गः सलोपोरन्त्यस्य अन्त्य न अन्त्य अन्त्यस्य अनन्त्यस्य इति. अन्ते यद् भवति तद् अन्त्य, न अन्त्यः इति अनन्त्यः, तस्य अनन्तस्य. तु सूत्रं वदति अङ्गस्य इति अधिकारे अस्ति सूत्रम्. अङ्गात् सार्वधातुकस्य लिङ्गः अनन्त्यस्य स लोपः. अङ्गात् सार्वधातुकस्य लिङ्गः अत्र विधिलिङ्ग अस्ति, सार्वधातुकप्रत्ययः एव अस्ति. सर्वे तिङ् अथवा सार्वधातुकस्य लिङ्गः इति अस्ति. तत्र अनन्त्यस्य स लोपः, यत्र सकारः अन्ते अस्ति वा अनन्त्यस्य इति? न अन्त्यस्य अनन्त्यस्य, न अन्त्यः अनन्त्यः इत्युक्ते अन्ते यद् नास्ति, अन्ते भवः, यद् अन्ते भवति तद् अन्त्यः, यः अन्ते यः अन्ते भवति सः अन्त्यः. न अन्त्यः इत्युक्ते यः अन्ते न भवति, कः अन्ते सकारः. हा, सकारः. तर्हि सकारः प्रथमे अपि भवितुम् अर्हति, मध्ये अपि भवितुम् अर्हति इति अपि अर्थं भवति वा? हा, अन्ते न भवति तावदेव, यत्र कुत्रापि भवितुम् अर्हति, अन्ते न भवति. अनन्त्यः अत्र अङ्गात् अङ्गात् सार्वधातुकस्य लिङ्गः इति उक्तं. सार्वधातुकस्य लिङ्गः इति किमर्थं सार्वधातुके इति उक्तम्? आश्रलिङ्ग आर्धधातुकः लिङ्गः इति पाणिनिना उक्तम्. अतः कथं जानीमः? सूत्रमस्ति भगिनि, आशिषि लिङ्गश्च इति एकं लिङ्गाशिषि लिङ्गाशिषि लिङ्गाशिषि इति सूत्रेण अर्थतात्विकः अस्ति आशिषि आशीर्लिङ्गप्रत्ययः. अतः तत्र एतत् सूत्रम् आशीर्लिङ्गस्य विषये कार्यं न करोति, अन्य लकारस्य विषये, ऐ मीन् विधिलिङ्ग् विषये कार्यं करोति इति अर्थः भवति सार्वधातुकस्य इति. यतोहि आशीर्लिङ्ग् लकारे सकारः तिष्ठति, सकारस्य लोपः न भवति. अतः यात् यास्तां, यासुः, याः, यास्तम् इति एवम् एवं रीत्या रूपाणि भवन्ति. तत्र सकारः तिष्ठति विधिलिङ्गकारे, आशीर्लिङ्गकारे. लिङ्गः सियूत् इति सूत्रेण सर्वत्र आगच्छति, विधिलिङ्ग आचरलिङ्ग् सर्वत्र तथा आगच्छति. परन्तु तस्य लोपः न भवति आशुर्लिङ्गविषये इति. हा, आशुर्लिङ्गविषये लिङ्गः सलोपानन्तस्य इत्यस्य कार्यं नास्ति, केवलं अत्र विधिलिङ्गेव एतस्य कार्यं. लिङ्गः सलोपानन्तस्य इत्यस्य कार्यं विधिलिङ्गकारेषु द्रष्टुं शक्यते. सार्वधातुकस्य लिङ्गः इति उक्तत्वात् तर्हि अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सः लोपः. कीदृशसकारः इति चेत् अन्त्यसकारः नास्ति. अन्त्य इत्युक्ते पदस्य अन्ते अस्ति चेत् तत्र तादृशसकारस्य लोपः न भवति इति उक्तम्. अस्तु, अत्र अन्त्यः इत्युक्ते पदस्य अन्ते वा अङ्गस्य अन्ते वा इति तत्र इतोपि किञ्चित् चिन्तनीयं भवति. अन्त्यस्य इत्यनेन अङ्गस्य अन्ते भवति चेत् भवति वा इति चिन्तनीयं भवति. परन्तु अत्र सीयुट् इति आगमः यदा भवति तत्र तादृश आगमः तु अङ्गस्य अन्ते नास्ति. सीयुट् आगमः अत्र प्रत्ययस्य आगमः, अतः अङ्गस्य चिन्तनं नास्ति अत्र. प्रत्ययस्य आगमः, प्रत्ययस्य आदौ अस्ति सकारः, प्रत्ययस्य आदौ अस्ति सकारः, अन्ते नास्ति इति कृत्वा अत्र अनन्तस्य अस्ति एव इति कृत्वा सकारस्य लोपः भवति. भगिनि, एकः प्रश्नः अस्ति, सार्वधातुकस्य तदर्थं लकार विधिलिन् सार्वधातुकलकार अस्ति चेत् सार्वधातुकस्य उक्तं वा? न, अत्र लकारः सार्वधातुकलकार विधि लिङ्ग्लकारः द्विविधः खलु. लिङ्ग्लकारः द्विविधः, एकः तु विधिलिङ्ग्लकारः, द्वितीयः आशीर्लिङ्ग्लकारः. तर्हि आशीर्लिङ्ग्लकारः लकारे अस्य सूत्रस्य कार्यं मा भवतु इति कृत्वा अत्र सूत्रे सार्वधातुकस्य लिङ्गः इति उक्तं. तादृशलिङ्ग्लकारः यः सार्वधातुकः अस्ति, न तु अर्धधातुकः. कथं जानीमः सार्वधातुकलकारः इति चेत् साक्षात् पाणिनिना उक्तमस्ति अत्र लिङ्गाशिशि इति सूत्रेण. आशीर्लिङ्ग्लकारः, आशीर्लिङ्ग्लकारे ये प्रत्ययाः, ये तिङ्प्रत्ययाः विधीयन्ते ते प्रत्ययाः अर्धधातुकाः भवन्ति इति साक्षात् उक्तम्. यद्यपि वयं वदामः तिङ्क्षित् सार्वधातुकम् इति वदामः चेत् सर्वे तिङ्प्रत्ययाः सार्वधातुकाः इति अस्माकम् अवगमनम् अस्ति. एवमेव अत्र लिङ्लकारस्य स्थाने ये तिङ्प्रत्ययाः आयान्ति ते प्रत्ययाः सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण इति वयम् अवगन्तुं शक्नुमः. तर्हि अशीर्लिङ्ग्लकारे अपि तिङ्प्रत्ययाः सार्वधातुकाः एव भवन्ति खलु इति चेत् तथा नास्ति, यतोहि तदर्थं सूत्रं कृतमस्ति. लिङ्गाशिशि इति सूत्रेण आशीर्लिङ्ग्लकारे ये तिङ्प्रत्ययाः भवन्ति ते प्रत्ययाः आर्धधातुकाः भवन्ति इति साक्षात् उक्तं पाणिनिना इति कृत्वा अत्र विधिलिङ्ग्लकारः एव तत्र लिङ्ग्लकारस्य ये तिङ्प्रत्ययाः ते प्रत्ययाः सार्वधातुकाः भवन्ति तिङ्क्षित् सार्वधातुकम् इति सूत्रेण. लिङ्गः सलोपोनन्तस्य इति सूत्रस्य कार्यं केवलं सार्वधातुक तिङ्प्रत्ययस्य लिङ्ग्लकारे एव भवतु इति कृत्वा अत्र सूत्रे सार्वधातुकस्य लिङ्गः इति उक्तम्. लकार नास्ति, लकारविषये नास्ति, प्रत्ययविषये, लकारस्य विषये एव, लकारस्य स्थाने ये प्रत्ययः. ओके, लकारस्य स्थाने ये प्रत्ययः इत्युक्ते तत्र लकारः अपि वयं वदामः खलु, सार्वधातुकलकारः आर्धधातुकलकारः इति वदामः खलु. अत्र सार्वधातुकस्य लिङ्गः इति उक्तत्वात् सार्वधातुकलकारः इति अपि वयम् अवगन्तुं शक्नुमः. सार्वधातुकप्रत्ययः अपि इति अवगन्तुं शक्नुमः, सार्वधातुकलकारः अपि इति अवगन्तुं शक्नुमः. धन्यवादः भगिनि. हा, अस्तु भगिनि, अत्र अनन्तस्य इति प्रसक्ति केवलं मध्यमपुरुषे एकवचने भवति वा? मध्यमपुरुषे न, सर्वत्र सीयुट् इति आगमः भवति खलु. हा, तत्र तु अन्तिमसकार कुत्रापि न, कुत्रापि दृश्यते न, केवलं मध्यमपुरुषे एकवचने एव. मध्यमपुरुषे एकवचने तत्र प्रतिपादयति अन्तिमसकार अन्तमस्थास् इति सकारस्य, यतोहि न विभक्तौ तुस्म इति प्रपाद्यते, तत्रापि अति लिङ्गस्वरूपस्य अनन्तस्य इति न उक्तं चेत् तस्य पूर्ववर्तिसकारस्य अपि लोपं भवति, पर अन्तिमसकारस्य अपि लोपं भवितुम् अर्हति न? हा, समीचीनं समीचीनं समीचीनं समीचीनं चिन्तनं. हा, इतास् इत्यत्र सकारः अन्ते अस्ति इति कृत्वा तत्रापि सार्वधातुकलिङ् एव अस्ति, अतः तत्रापि भवतु इति चेत् न, तत्र न भवति यतोहि अनन्तस्य इति उक्तं सूत्रे. समीचीनं समीचीनम् इति अस्ति. धन्यवादः. अस्तु, इदानीम् अत्र एव प्रश्नः आसीत् खलु, लिङ्गः सलोपोऽनन्तस्य इति सूत्रस्य महोदय प्रतिपादयतु कः प्रश्नः अत्र. चिन्तनवर्गे उषा भगिनी उक्तम् अतोयेयः इति सूत्रं पूर्व ईय तत्र आदेशः भवति, तत्र सकारस्य प्रथम पृथक् लोपस्य आवश्यकता नास्ति लिङ्गस्य सलोपानन्दस्य इति सूत्रस्य कारणेन. भो भगो पूर्वस्य ऋत्वम् इति यत्र छन्दस् सूत्रं छन्दस् छन्दोवत् भवति कृत्वा मतभेदस्य विवरणं दत्तमस्ति, तस्य उल्लेखनं कृत्वा भवती वदति, तस्य कारणेन तत्र अस्मिन् सूत्रस्य प्रसक्ति तत्र परस्मैपदी न आवश्यकता अस्ति कृत्वा स्वरूपमहोदयेन न दत्तं, केवलम् आत्मनेपदे एव दत्तम् अस्ति इति. अत्र अत्र वस्तुतः सूत्रे तु लिङ्गः सलोपोनन्तस्य इति सूत्रे सार्वधातुकस्य लिङ्गः इति उक्तम्, सार्वधातुकस्य लिङ्गः इति उक्तं, तर्हि अत्र परस्मैपदी प्रत्ययः भवतु आत्मनेपदी प्रत्ययः भवतु उभयत्र सूत्रस्य प्रसक्तिः भवितुमर्हति, परन्तु परस्मैपदी प्रत्ययेषु तादृशप्रसङ्गः अस्ति वा इति चिन्तयतु. तत्र यासुट् इत्यस्य स्थाने तत्र यासुट् इत्यस्य स्थाने इय इति आदेशः भवति अदन्तमङ्गमस्ति चेत्, अदन्तमङ्गमस्ति चेत् सर्वत्र अतोयेयः इति सूत्रेण यासुत् स्थाने इय इति आदेशः भवति, अतः तत्र तु लिङ्गः सलोपनन्तस्य इत्यस्य अवसरः नास्ति, यतोहि कुत्रापि सकारः नास्ति तादृशम्. परन्तु इदानीं तत्र अङ्गम् अनदन्तम् अस्ति चेत्, अनदन्तम् अङ्गमस्ति चेत् अतोयेयः इत्यस्य कार्यं नास्ति तत्र, तत्र यासुट् इति तिष्ठति यथावत् खलु. यास् योगः तिप्, यास् योगः तिप् इत्यत्र अत्र सिद्धप्रत्ययः कः इति जानाति वा उषा भगिनी? भगिनि यास् योगः तिप् या योगः या योगः ति या योग देन् या योगः इ योगः ति न न न अदन्तमङ्गं नास्ति, अदन्तमङ्गम् अस्ति चेत् इय इति आदेशः भवति खलु, अतो येयः इति इय इति आदेशः भवति, अतः इत् भवति तत्र पठेत् पठेत् अदन्तम् अस्ति चेत् अनदन्तम् अस्ति चेत् तत्र शक्नुयात् यात् इत्यत्र यात् इति प्रत्ययः अस्ति, तर्हि तत्र यासुट् आगमः भवति तिप् प्रत्ययस्य यासुट् आगमः, यास् योगः ति. इदानीं तत्र सकारस्य का गतिः? यास् योगः ति इत्यत्र इतश्च इतश्च इति सूत्रेण इकारलोपः भवति. इदानीं यास् योगः शृणुयात् शृणुयात् तत्र सकारस्य लोपः आवश्यकः खलु? आं भगिनि आम्. तादृशलोपः केन सूत्रेण भवति इति चेत् लिङ्गः सलोपोनन्तस्य इत्यनेनैव भवति, अन्यत् किमपि नास्ति. अन्तिमः नास्ति खलु भगिनि? अन्ते नास्ति, यास् इति यास् इति प्रत्ययस्य अन्त्यः एव अस्ति खलु, यास् इति वदामः न न न कुत्र अस्ति अन्त्यः, प्रत्ययस्य अन्ते अस्ति वा? न, यास् इति आगमः अस्ति, तिप् इति प्रत्ययस्य आगमः, यास्ति इति अस्ति, यास्ति इति प्रत्ययः. इदानीं प्रत्ययस्य अन्ते अस्ति वा सकारः? प्रत्ययस्य अन्ते अस्ति किन्तु यास् इति पश्यामः चेत् तत्र अन्तिमसकारः भवति. न, यास् इति किमर्थं पश्यामः? तत्र यास् इति यास् इत्यस्य स्वतन्त्रतया तत्र तत्र स्वतन्त्रतया अस्तित्वं नास्ति, यास् इति आगमः प्रत्ययस्य आगमः. तस्य स्वतन्त्रतया अस्तित्वं नास्ति, यास् इति पृथक्तया तस्य कुत्रापि स्वतन्त्रतया प्रत्ययरूपत्वेन स्वीकारः नास्ति, यास् इति प्रत्ययः अस्ति वा कुत्रचित्, न, यास् इति यदा आगमः भवति सः प्रत्ययस्य भागः भवति, भागः भूत्वा सम्पूर्णस्य प्रत्ययसंज्ञा यास्ति इत्यस्य प्रत्ययसंज्ञा इदानीम् अन्ते नास्ति. अतः अत्र सारांशः कः इति चेत् लिङ्गः सलोपोऽनन्तस्य इति सूत्रस्य कार्यम् अनदन्त अङ्गानां कृते तत्र सर्वत्र सकारस्य लोपः अनेन सूत्रेणैव भवति, अतः एव यात् यातां युः याः यातं यात याम याव याम इत्यादीनि रूपाणि सिद्ध्यन्ति. उषा भगिनी अवगतं खलु? आं भगिनि, सो अदन्त अङ्गमेव लिङ्गसलोपोनन्तस्य कार्यं न भवति, अनदन्त अङ्गम् अस्ति चेत् सकारः अन्त्यसकारः नास्ति. किन्तु भगिनि तत्र अतो ये सूत्रं सकारस्य मिलित्वा आगच्छति वा, ई आदेशः भवति वा, तत्र यास् एव अवशिष्यते न, यदि यासस्थाने यासस्थाने इति न उक्तं न, अतः अतो येः इति यास्थाने ई आदेशः इति न न न, परन्तु अस्माभिः चर्चितं खलु तत्र चर्चितं तत्र सूत्रविषये इति छन्दोवत् भवति कृत्वा मतभेदम् अस्ति इति पठितं, किन्तु साधारणरूपं पश्यते चेत् ये अतो येयः इति यकारस्य ई आदेश इति एव दृश्यते सूत्रस्य. हा तत्तु अस्ति, तत्तु अस्ति, परन्तु तत्र या इति लुप्तप्रथमान्तम् इति उक्तम्, या इति लुप्तप्रथमान्तम् इति उक्तं, तर्हि तत्र या इति तत्र यद्यपि तत्र या इति उक्तं तत्र व्याख्यानात् वयम् अवगच्छामः या इत्युक्ते न केवलं या परन्तु यास् इति अपि अस्ति, यास् इत्यस्य सकारस्य सकारस्य लिङ्गः सलोपोनन्तस्य इत्यनेन लोपं कृत्वा तदनन्तरम् इय इति आगच्छति इति वयं स्वीकर्तुं शक्नुमः, नो चेत् तत्र यास् इति साक्षात् तस्यैव स्थाने इय इति आदेशः भवति इति अपि स्वीकर्तुं शक्यते. यदि लिङ्गसलोपोनन्तस्य पर्जन्यवत् भवति चेत् तत्र अदन्तम् अस्तु अनदन्तम् अस्ति तत्र सर्वत्र कार्यं कर्तुं शक्यते, तत्र सत्यं प्रत्येकम् इत्युक्ते इत्युक्ते अतो येयः इति सूत्रे या इत्युक्ते किम् इति अवगच्छामः चेत् तत्र मतभेदाः सन्ति, या इत्युक्ते किम् इति अवगच्छामः चेत् तत्र यासः स्थाने इय इति आदेशः इति स्वीकुर्मः चेत् तर्हि तत्र सम्पूर्णयास्थाने इय इति आदेशः, अतः लिङ्गसलोपोनन्तस्य इत्यस्य अवसरः नास्ति, परन्तु तत्र यासः इत्यत्र यास् इत्यत्र सकारस्य लोपानन्तरं या इति अस्ति तस्य स्थाने इय इति चिन्तयति चेत् तदानीं लिङ्गः सलोपोनन्तस्य इत्यस्यापि अवसरः अस्ति इति. अत्र किमपि भवतु अन्ततो गत्वा तत्र सम्पूर्णस्य स्थाने इय इति आदेशः इति अस्ति. धन्यवादः. अस्तु भगिनी, तत्र लिङ्गः सलोपानन्तरस्य इति तु सूत्रम् अङ्गात् इति एव उक्तं न, तत्र यदि अदन्ताङ्गमस्ति नो चेत् किमपि भवितुम् अर्हति न तत्र? भवितुम् अर्हति, तथा तदेव इदानीं चर्चितं खलु, अनदन्तम् अङ्गम् अस्ति चेत् स्पष्टतया ज्ञायते तत्र यास् इत्यत्र सकारः अस्ति तद् लोपः भवति, सकारस्य लोपः भवति अनेन सूत्रेण, अतः यात् इति प्रत्ययः निष्पद्यते शक्नुयात् इति. अनदन्तमङ्गमस्ति चेत् स्पष्टतया ज्ञायते, अदन्तमङ्गमस्ति चेत् यासुट् आगमः प्रथमतया भवति तर्हि यास् इति अवशिष्यते. इदानीम् अतो येयः इति सूत्रेण यास्थाने इ आदेशः वा नो चेत् यास्थाने इ आदेशः इति तत्र सूत्रे अतो येयः इति सूत्रे येयः इत्यस्य या इति अत्र या इत्युक्ते किम् इत्यस्य विषये चर्चा आसीत् खलु, यदि या इति यास् इत्येव स्वीकुर्मः चेत् सम्पूर्णयास्थाने इय आदेशः इति स्वीकुर्मः चेत् तदानीं सकारस्य लोपः न भवति, परन्तु यास् इत्यत्र या इति अस्ति, सकारस्य लोपानन्तरं या इति अवशिष्यते, तस्य स्थाने इय इति चिन्तयामः चेत् तत्र लिङ्गसलोपोनन्तस्य कार्यम् अस्ति एव. समीचीनं. तत्र करपत्रे अपि तत्र ऋत्वं भवति इति लिखितं, तत्र कस्य विषये लिखितम् इति तत्रापि भ्रमः जातः. कुत्र अस्ति करपत्रे? अतो ये ये सूत्रस्य विवरणावसरे तत्रापि प्रथमकरपत्रे वा द्वितीयकरपत्रे वा? अस्मिन् करपत्रे. अतो ये ये सूत्रस्य छन्दवद् भवति इति सूत्रे विवरणं यत्र कुत्र दत्तमस्ति उपरि अस्ति किञ्चित् तत्र यास् इत्यस्मिन् तत्र ससजुषुरुः कस्य विषये, तत्र सूत्रस्य विषये वा नो चेत् तत्र प्रत्ययस्य विषये वा इति किञ्चित् तत्रापि भ्रमः जातः. न, अत्र यास् इति अत्र सूत्रस्य विषये, अत्र सूत्रे ये यः इत्यत्र यथा उक्तं ये यः, तत्र ये यः इत्यस्य सन्धिविच्छेदं कुर्मः चेत् या योगः इय इयः इति अस्ति. अतः अङ्गात् सार्वधातुकस्य या योगः इय इति अस्ति. तत्र या इति प्रथमान्तं पदमस्ति, अत्र आगमः इति नास्ति. या इति सूत्रे प्रथमान्तं पदमस्ति, न प्रथमान्तं नास्ति, षष्ट्यन्तं पदमस्ति, लुप्तषष्टिकं. या इति लुप्तषष्टिकं, या इति स्थानी अस्ति. तर्हि या इत्युक्ते किं? षष्ट्यन्तपदं तस्य किम् अस्ति इति चेत् वस्तुतः मूले यास् इति अस्ति खलु, यास् इति आगमः अस्ति, यास् इति आगमः अस्ति. तत्र यास् इत्यत्र सकारः यास् इति इदानीं पदम् अस्ति, यास् इति यः आगमः, सूत्रे यदुक्तं तत् पदरूपेण एव उच्यते खलु. इदानीं स्थानी इति वदति चेत् षष्ट्यन्तं पदं, तर्हि यास् इति षष्ट्यन्तं पदं, तर्हि पदान्ते सकारः अस्ति चेत् ससजुषो रुः इत्यनेन रु इति आदेशः भवति. तर्हि इदानीं महोदय पश्यतु, अत्र यास् इति इदानीं पदम् अस्ति, अतः पदान्ते सकारः अस्ति इति कृत्वा लिङ्गः सलोपोनन्तस्य इत्यस्य कार्यं कथं भवितुम् अर्हति अत्र? पदान्ते अस्ति कृत्वा सजुषोरु सजुषोरु इति विसर्ग विसर्गं भवति इति चिन्तयति चेत् ऋत्वं च ऋत्वस्य अनन्तरं विसर्गम् अपि भवितुम् अर्हति. विसर्गः भवितुम् अर्हति, परन्तु तत्र या इत्यस्य अनन्तरं इय इति अस्ति इति कृत्वा तत्र भो भगो अगो अपूर्वस्य योषि इत्यस्य कार्यं, खर्वर्णः नास्ति, अवसाने अपि नास्ति, यतोहि सूत्रे ये यः इति उक्तं खलु, या योगः इय, अतः तत्र करवसानयो विसर्जनीयः इत्यस्य अवसरः नास्ति. ससजुषोरुः इत्यस्य कार्यं, तदनन्तरं भो भगो अगो अपूर्वस्य योषि इत्यस्य कार्यम्. अतः अत्र तु लिङ्गः सलोपोनन्तस्य इत्यस्य अवसरः नास्ति, यतोहि यास् इति पदमस्ति. अत्र प्रत्ययस्य सन्दर्भे चिन्तयति चेत् तदानीं तत्र यास् इति पदं नास्ति, अतः सकारस्य लोपः भवति इति उक्तम्. परन्तु अत्र सूत्रस्य विवरणवेलायां ये यः इत्यत्र या योगः इय, या इति कथं सिद्धम् इति चेत् तत्र ससजुषुरुः भो भोगो अगो अपूर्वस्य योषि इति सूत्रद्वयं कार्यं कृत्वा याय् योगः इय, लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः, या योगः इय इति रूपं निष्पन्नम्. सन्धिः अपि कृतः, अतः तत्र तु लिङ्गसलोपनन्तस्य इत्यस्य अवसरः नास्ति खलु. विकल्पेन भगिनि, विकल्पेन भवतु, अत्र अत्र तु नित्यरूपेण कृतं खलु. पूर्वत्र सिद्धम् अत्र नास्ति वा? पूर्वत्र सिद्धमपि नास्ति, अतः एव तत्र विशेषः अस्ति, सूत्रे विशेषः अस्ति. सूत्रे पाणिनीयसूत्रेषु पाणिनीयसूत्राणाम् अनुसरणं कुत्रचित् न भवति. पाणिनीयसूत्राणि स्वस्य सूत्रस्य कृते अपवादः. अत्र सिम्पल् एक्स्प्लनेशन् अस्ति भगिनि, या सीयः इति कृत्वा समाप्तम्. यासीय तावदेव, यासीय इति वक्तुं शक्यते आसीत् परन्तु तथा न उक्तम्. वार्तिककारः न दृष्टवान् इति मन्ये. किं वार्तिककारः एतद् दृष्ट्वा न उक्तवान्? तद् तत्कारणं बहु किमपi चर्चा. हा किमपि न उक्तम् इत्युक्ते तत्र अत्र इत्युक्ते तत्र सर्वे सर्वे अवगच्छन्ति इत्युक्ते लक्ष्यं किम् इति वयं जानीमः खलु. सिद्धप्रत्ययः यात् इति भवेत् इति वयं जानीमः, अथवा सिद्धप्रत्ययः ईत् इत् इति भवेत् इति जानीमः. तर्हि एतादृशसन्दर्भेषु लक्ष्यं वयं जानीमः, तदर्थं तत्र सूत्राणां विवरणम् एवमेव क्रियते. अत्र यत्किमपि भवतु तत्र यास्थाने इय इति आदेशः भवति, तावदेव. अस्मिन् विषये अधिकचिन्तनस्य आवश्यकता नास्ति, अग्रे गच्छेम. तत्र दोषः अस्ति इति न वक्तव्यम् इति कृत्वा एतत् सर्वम्. आम् सर्वम् अत्र तत्र छन्दोबद् भवन्ति सूत्राणि इति कृत्वा तत्र येयः इति तावदेव उक्तमस्ति. परन्तु येयः इत्यस्य कः अर्थः इति चेत् यास् योगः इय यास् इति लुप्तषष्टिकं पदम्. तत्र षष्ट्यन्तं तत्र विभक्तिः कथं लुप्यते इति चेत् तत्र सन्धिः सर्वं कृत्वा तत्र या इति निष्पद्यते. तर्हि या योगः इय अत्र वस्तुतः पूर्वत्र सिद्धम् इत्यस्य अवसरः अस्ति, तदपि तस्यापि पालनं न कृतं, सन्धिं कृत्वा गुणसन्धिं कृत्वा येय इति उक्तम्. अस्तु, इदानीं जस्य रन् इति सूत्रं झटिति एकवारं पठामः. अत्र लिङ्गः सलोपोनन्तस्य इत्यस्य विषये स्पष्टता अस्ति खलु? अस्तु, तर्हि इदानीं कः तत्र भगिनी यासुट् अनन्तरं सियुट् प्रत्ययः यदा आगच्छति तत्र मध्ये तत् प्रत्यय आगच्छति तत्र आतोनितः इत्यस्य प्रसक्तिः नास्ति इति भासते. किं मध्ये आगच्छति? आगमः आगच्छति. स्पष्टीकरोतु. हा मध्ये यासुट् सियुट् इति आगमः यदा आगच्छति तत्र अदन्त अङ्गस्य अनन्तरम् आतोनितः इति वदति. अदन्त अङ्गात् यदि आकारः भवति तस्य आकारस्य आतोनितः इति सूत्रेण किं भवति? आकारस्य इय भवति इति. अत्र मध्ये आगमः तिष्ठति इति कृत्वा आतोनितः इत्यस्य निमित्तानि न पूरितानि इति भवति. समीचीनम्, उत्तमं. कथं जानीमः निमित्तानि न पूरितानि इति? मध्ये इय इति अस्ति, केन ज्ञायते तथा? मध्ये मध्ये इय इति अस्ति चेत् मध्ये न भवति इति केन कथं जानीमः? व्यवधानम् अस्ति चेत् न भवति इति कथं जानीमः? सूत्रं किं वदति? प्रत्ययस्य सार्वधातुकनित् प्रत्ययस्य आकारस्य स्थाने इय आदेशः भवति इति. अत्र तत्सर्वं समीचीनं, तत्सर्वं समीचीनं, परन्तु अङ्गात् मध्ये अनन्तरं प्रत्ययः नास्ति खलु, आगमः. कथं जानीमः, कथं जानीमः एतादृशव्यवधानम् अस्ति चेत् न भवति इति कथं जानीमः? तस्यापि परिभाषासूत्रमस्ति वा भगिनि? भवती जानाति, सर्वे जानन्ति. इदानीं मनसि न आगच्छति. अतः अङ्गात् इति तत्र विभक्तिः का? तत्र पञ्चमी अस्ति. तर्हि पञ्चमीविभक्तेः कः अर्थः? इमिडियट्लि अत्र अतः अङ्गात् इत्यस्य साक्षात् अनन्तरम् अकारः नास्ति मध्ये अतः अङ्गात् मध्ये तत्र इय इति अस्ति इति कृत्वा न भवति. परन्तु अत्र प्रश्नः अस्ति किमर्थम् इय इति प्रथमं करणीयम्, किमर्थं तत्र सियुट् आगमः प्रथमः करणीयः इति तदपि चिन्तयन्तु. प्रथममेव आतो नितः इत्यनेन आकारस्य इय भवतु यत्र व्यवधानं नास्ति, तदनन्तरं सियुट् आगमः भवतु. तदेव मम अपि प्रश्नः जातः. तत्र इति चिन्तयन्तु, गृहपाठरूपेण चिन्तयन्तु. किमपि भवति खलु भगिनि, सम्पूर्णतया गृहपाठरूपेण चिन्तयतु. अत्र जस्य रन् इति सूत्रं पठामः, किमपि तत्र गृहपाठरूपेण चिन्तनीयं खलु, सर्वम् अत्र एव न भवति खलु. अत्र जस्य रन् इति सूत्रं पठामः. अत्र लक्ष्मी भगिनी अस्ति वा? आं भगिनि, पठामि. आं पठतु. जस्य रन् लिङ्लकारस्य जा प्रत्ययस्य स्थाने रन् आदेशः भवति. झोण्डः इत्यस्य अपवादः रन् अनेकाल् अतः अनेकाचित् सर्वस्य इत्यनेन सम्पूर्ण झा प्रत्ययस्य स्थाने भवति. रन् इत्यस्मिन् नकारलोपः भवति स्म, क्षम्यता, रन् इत्यस्मिन् नकारलोपः भवति स्म हलन्त्यम् इत्यनेन, परन्तु न विभक्तौ तु स्मः इत्यनेन नकारः तिष्ठति. झस्य षष्ट्यन्तं रन् प्रथमान्तं द्विपदम् इदं सूत्रम्. लिङ्गः सियुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं सूत्रं लिङ्गः लस्य झस्य रन्. झस्य रन् इति सूत्रं किं वदति इति चेत् लिङ्लकारस्य झ इति प्रत्ययस्य स्थाने रन् इति आदेशः भवति इति वदति. झोन्तः इति सूत्रमपि तदा एव भवति, झकारस्य स्थाने अन्त् आदेशः भवति इति वदति. किन्तु अत्र झोन्तः इति सूत्रस्य अपवादः भवति. अत्र झकारस्य स्थाने रन् इति आदेशः यतोहि भवति रन् इति अनेके अल्वर्णाः सन्ति, अतः अनेकाचित् सर्वस्य इत्यनेन सम्पूर्ण झा इत्यस्य स्थाने एव रन् आदेशः भवति. रन् इत्यस्य नकारस्य इत्संज्ञा न भवति हलन्त्यम् इत्यनेन, न विभक्तौ तु स्मः इति निषेधसूत्रेण सवर्गः सकारः मकारः विभक्तेः अन्तिमवर्णः भवति चेत् तेषाम् इत् न भवति इति वदति. अतः रन् इत्यस्य नकारस्य इत् न भवति, अतः लोपः च न भवति. अनुवृत्तिसहितसूत्रमस्ति लिङ्गः लस्य झस्य रन्. लिङ्लकारे लस्य स्थाने यत्र झकारः भवति तादृशझकारस्य रन् आदेशः, झकारस्य स्थाने रन् आदेशः भवति इति एतत् सूत्रं वदति. बहु समीचीनम्. जस्य रन् इति सूत्रं केवलं तत्र आत्मनेपदी प्रत्ययानां विषये एव अत्र उक्तं. झ इति उक्तत्वात्, झस्य इति उक्तत्वात्, तर्हि झ इति प्रत्ययस्य स्थाने रन् इति आदेशः भवति लिङ् लकारे. अत्र लिङ् लकारः इति केवलम् उक्तं, तर्हि आशीर्लिङ्ग्लकारः विधिर्लिङ्ग्लकारः उभयत्र प्रसक्तिः अस्ति. अनन्तरं रन् इति आदेशः झ स्थाने रन् इति आदेशः, रन् इति आदेशः अनेकाल् अस्ति, तर्हि अनेकाल् अस्ति चेत् तत्र सामान्यतया आदेशः अन्तादेशः भवति. अलोन्त्यस्य इति सूत्रेण आदेशः अन्तादेशः भवति, परन्तु अत्र आदेशे अनेके वर्णाः सन्ति इति कृत्वा अलोन्त्यस्य इति सूत्रं प्रबाद्य अनेकाल्षित् सर्वस्य इति सूत्रेण सम्पूर्णस्य झ इत्यस्य स्थाने रन् इति आदेशः भवति. अत्र अनेकाल्षित् सर्वस्य इति सूत्रं शोभाभगिनी एकवारं पठति वा? आं भगिनि. अनेकाल्षित् अनेकाल्षित् सर्वस्य आदेशः अनेकाल् इत्युक्ते आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः इति, अथवा षित् चेत् तर्हि सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य एव. यस्य स्थाने आदेशः आदिष्टः सः स्थानी इति. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः. न एकः अनेकः नैतत्पुरुषः अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः षकारः इत् यस्य सः षित् बहुव्रीहिः अनेकाल् च षित् च अनेकाल् षित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल्षित् सर्वस्य स्थाने इति तत्र अनेकाल्षित् सर्वस्य इत्यस्य वर्णने यदा आदेशः अनेकाल् अथवा षित् चेत् तर्हि सर्वस्थानिनः स्थाने भवति इति तत्र झस्य रन् इति झकारस्य स्थाने रन् इति आदेशः भवति तत्र रन् इति अनेकाल् आदेशः किल भगिनि तत्र रन् इति अपि च झा इति अपि अनेकाल् भवति झा झकार झ इति अनेकाल् अस्ति वा नास्ति वा इति चिन्ता नास्ति अस्तु झस्य रन् अस्तु तत्र रन् इति आदेशः अनेकाल् अतः अनेकाल् अस्ति इति कृत्वा आदेशः अनेकाल् अस्ति चेत् सर्वस्थानिनः स्थाने भवति अतः तत्र झा इत्यस्य झकार अकार द्वयोः स्थाने आदेशः भवति इति कारणेन अपि च अलोन्त्यस्य इत्यस्य अपवादः अलोन्तस्य सूत्रम् इत्यनेन अन्त्यस्य वर्णस्य एव आदेशः भवति तदा भवति चेत् झकारस्य अकारस्य स्थाने एव रन् इति आदेशः भवति अपि च तत्र रूपं भिन्नः रूपः भिन्नः भवति तदनन्तरम् अपि च एतस्य सूत्रस्य प्रसक्तिः षित् षितिपरे अपि भवितुम् अर्हति किन्तु अस्मिन् प्रसङ्गे झस्य रन् इत्यस्य षितिपरे इति नास्ति भगिनि षितिपरे इति नास्ति यः आदेशः षित् अस्ति चेत् क्षम्यतां षित् आदेशः यदि अनेकाल् अस्ति चेत् अथवा षित् अस्ति चेत् तदा सम्पूर्णस्थानिनः स्थाने भवति अपि च स्थानेन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः तावदेव अस्ति तत्र इति मन्ये समीचीनं यद्यपि भवती उक्तवती झ इति अनेकाल् अस्ति आदेशः अपि अनेकाल् अस्ति इति यदपि भवती उक्तवती अनेकाल्षित् सर्वस्य इति सूत्रे तु आदेशस्य विषये एव अनेकाल् इति उक्तम् परन्तु यदि स्थानिनि एकः एव वर्णः अस्ति चेत् तदानीं तत्र क्लेशः एव नास्ति तस्य स्थाने आदेशः भवति परन्तु आदेशे अपि अनेके वर्णाः सन्ति चेदेव तत्र सन्देहः भवति कुत्र आदेशः इति तदर्थम् अलोन्त्यस्य इति सूत्रेण अन्तादेशः इति उक्तं यत्र वर्णद्वयम् अथवा वर्णत्रयं स्थानिनि अस्ति तदानीम् अन्तादेशः इति उक्तम् परन्तु यत्र आदेशः अनेकाल् अस्ति तदानीं सम्पूर्णस्य स्थानिनः स्थाने आदेशः भवति अतः तत्र स्थानिनि अपि अनेके वर्णाः सन्ति इति वयम् अवगच्छामः परन्तु अनेकाल्षित् सर्वस्य इति सूत्रे अनेकाल् इत्यनेन केवलम् आदेशस्य विषये एव उक्तं न तु स्थानिनः विषये सत्यम् इति तत्र स्पष्टतार्थं वदामि अस्तु स्थानिवद् भावः अपि अस्ति खलु रन् इति झ इत्यस्य स्थाने रन् इति भवति परन्तु तस्य हलन्त्यम् इत्यनेन नकारस्य लोपः न भवति न विभक्तौ तु स्माः इत्यनेन नकारः तिष्ठति परन्तु एतत् सर्वं कदा भवति चेत् रन् इति विभक्ति अस्ति इति वयं प्राप्नुमः तदा एव अतः तस्य झ इत्यस्य विभक्तित्वं रन् इत्यस्मिन् आयाति आरोप्यते अतः तत्र स्थानिवद्भावः अपि अस्ति वा स्थानिवद् हा इति अस्ति अत्र वस्तुतः किम् अस्ति इति चेत् तत्र हलन्त्यम् इति सूत्रे तु अन्तिमः हल् वर्णः लुप्यते इति तत्र इत्संज्ञकः भवति इति उक्तं हलन्त्यम् इत्यनेन हलन्त्यम् इति सूत्रस्य कार्यार्थं विभक्तिसंज्ञकस्य आवश्यकता नास्ति तर्हि हलन्त्यम् इति सूत्रस्य आधारेण नकारस्य लोपः नकारस्य इत्संज्ञा स्यात् खलु हलन्त्यमिति सूत्रेण, परन्तु तत्पश्चात् तत्र न विभक्तौ तु स्मः इति सूत्रं किं वदति इति चेत् विभक्तिसंज्ञकः अस्ति चेत् तदानीं तत्र तु स्मः न इत्संज्ञकाः इति. तर्हि इदानीं रन् इति विभक्तिसंज्ञकः अस्ति वा नास्ति वा इति तदर्थं तत्र झकारस्य स्थाने आयाति इति चेत् तत्र झ इति प्रत्ययः अस्ति, झ इति तिङ्प्रत्ययः, तत्र विभक्तिश्च इति सूत्रेण तिङ्प्रत्ययाः सुप्रत्ययाः विभक्तिसंज्ञकाः भवन्ति इति कृत्वा तत्र रन् इति आदेशः झ इत्यस्य स्थाने आयाति. तर्हि तत्र तस्मिन्नपि प्रत्ययत्वम् अस्ति इति कृत्वा स्थानिवद्भावेन अतः रन् इत्यपि विभक्तिसंज्ञकः अस्ति इति कृत्वा नकारस्य लोपः न भवति इति वयं वक्तुं शक्नुमः. परन्तु तत्र नागेशस्य मते तथा नास्ति. अत्र वयं जानीमः रन् इति तु प्रत्ययस्य स्थाने भवति अतः प्रत्ययत्वम् आयाति इति कृत्वा तत्र रन् इत्यत्र न विभक्तौ तु स्मः इत्यस्य साक्षात् तत्र प्रसक्तिः भवति अतः तत्र नकारस्य लोपः न भवति इति वक्तुं शक्यते. परन्तु यथा भवती वदति स्थानिवद्भावः इत्यपि वयं स्वीकर्तुं शक्यते इत्युक्ते सर्वत्र स्थानिवद्भावः प्रत्ययानां विषये प्रत्ययत्वं तु अस्ति एव. तत्र मूलगुणा मूले ये गुणाः सन्ति प्रत्ययस्य ते गुणाः अत्रापि आदेशे अपि भवन्ति, केवलम् अलाश्रितगुणधर्माः एव न भवन्ति. अत्र तु अलाश्रितः नास्ति इति कृत्वा स्थानिवद्भावः तु भवति एव. आं भगिनि, अस्तु समीचीनं. तर्हि अत्र स्थगयामः. इतोपि एकं सूत्रमस्ति, अहं पठित्वा समापयितुम् इच्छामि. तत्र क्षणद्वयं स्थातुं शक्नुवन्ति वा? आं भगिनि, अस्तु. तर्हि तत्र कः तत्र मुद्रणदोषमपि अस्ति भगिनि. कुत्र? इट् आदेशः नास्ति, इट् प्रत्ययः लिङ्ग् लकारस्य स्थाने यः इट् आदेशः आदेशस्य आदेशः भवति इति न इट् प्रत्ययः दोषः. समीकरिष्यामि. अस्तु, भवानेव पठतु. इटो इटोत् लिङ्ग् लकारस्य स्थाने यः इट् प्रत्ययः तस्य स्थाने अत् आदेशो भवति. इटः षष्ट्यन्तम् अत् प्रथमान्तं द्विपदमिदं सूत्रम्. लिङ्गः सियुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य इटः अत्. अत्र मध्यमपुरुष एकवचने इट् इति मूलप्रत्ययः अस्ति, तस्य प्रत्ययस्य स्थाने लिङ् लकारे अत् आदेशतपरकरणम् इति ह्रस्वाकारस्य आदेशः भवति. तत्र अत् इति आदेशः भवति. तदनन्तरं सियुट् आगमस्य कारणेन इय इति भवति, इययोगः आ इय इति अन्तिमरूपं चिन्तयति अस्मिन् सूत्रेण. एतस्य कार्यं कुत्र? केवलम् उत्तमपुरुषे एव खलु? आम्, उत्तमपुरुषे प्रथम एकवचने एव. समीचीनम्. एकवचन उत्तमपुरुषे एकवचने इड् इति प्रत्ययः अस्ति. इड् इत्यस्य स्थाने अत् इति आदेशः भवति, इ स्थाने अत् आदेशः भवति. इड् इत्यत्र तत्र डकारस्य इत्संज्ञा. अस्तु, किमस्ति सूर्यकुमारी भगिनि? तदेव भगिनि, उत्तमपुरुष उत्तमपुरुषे एव अस्य प्रसक्तिः अस्ति इति कृत्वा सर्वाणि सूत्राणि अधीतानि. लिङ्ग्लकारस्य सर्वाणि सूत्राणि अधीतानि. तत्र नियमाः उक्ताः, तेषां विषये अग्रिमसप्ताहे पठिष्यामः. ततः अग्रे अधोभागे एकः अभ्यासः अस्ति सूत्राणाम्. एतावता यानि सूत्राणि पठितानि तेषां प्रसक्तिः कुत्र कुत्र भवति, प्राप्तिः कुत्र भवति, लट् लोट् लङ् विधि लिङ् इत्येषां विषये कृपया गृहपाठरूपेण चिन्तयन्तु. सूत्राणाम् अर्थः कः इति एकवारं पुनःस्मरणं कृत्वा आगच्छन्तु अग्रिमसप्ताहे. यतोहि अग्रिमसप्ताहे केवलं भवतां वर्गः, अहं किमपि न वदामि, भवन्तः एव सर्वे वर्गं चालयिष्यन्ति. अस्तु, धन्यवादः भगिनि. धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः.